ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि प्रयोगः इति तत्र कर्मणि प्रयोगे लट्लकारे आरम्भे तत्र लट्लकारे प्रयोगः कथं भवति इति वयं किञ्चित् दृष्टवन्तः नियमान् अपि परिशीलितवन्तः अपि किञ्चित् अभ्यासमपि कृतवन्तः अतः तत्र केवलं तत्र पुनःस्मरणार्थं तत्र पट् इति धातुम् उपयुज्य तत्र आत्मनि तत्र कर्मणि रूपं कथं भवति इति तत्र उषा भगिनी वदति वा पठति इति स्थाने किं भवति कर्मणि नमः कर्मणि कर्मणि प्रयोगः अस्ति चेत् बालकेन श्लोकः पठ्यते इति भवति किमर्थम् इत्युक्ते बालकेन तृतीयविभक्त्यन्तम् अस्ति श्लोकः कर्मपदम् अस्ति प्रथमाविभक्त्यन्तम् अस्ति पठ्यते इति पट् योगः य योगः ते इति कर्मणि रूपं क्रियापदं निष्पन्नं भवति बालकेन पठ्यते बालकेन श्लोकः पठ्यते श्लोकः कर्मपदम् अनुसृत्य क्रियापदं भवति तत्र पुरुषवचनसम्बन्धः अस्ति उत्तमं भगिनि धन्यवादः अस्तु अतः एकनिमिषे सारांशः उक्तः समीचीनं भवत्या समीचीनम् अतः तत्र इदानीं तत्र पुनःस्मरणं जातम् इति कृत्वा इदानीं तत्र एकमेकं वाक्यं तत्र प्रथमतया कर्त्री रूपे उक्त्वा तदनन्तरं कर्मणि रूपम् अपि वदतु इति तत्र सरलवाक्यं केवलं तत्र कर्तृपदं कर्मपदं क्रियापदं भवेत् तावदेव सरलवाक्यं सुजाता भगिनी नमस्कारः नमस्कारः महोदय भगिनि चिन्ता मास्तु पुटसङ्ख्या अस्ति 121 किन्तु प्रथमतया अभ्यासः अस्ति तर्हि तत्र शोभा भगिनी आरम्भं करोति वा कुत्र महोदय भवत्याः वाक्यं कर्तृप्रयोगे वाक्यं सरलवाक्यं कर्तृपदं कर्मपदं क्रियापदम् अपि तदनन्तरं तस्य कर्मणि रूपम् अस्तु किमपि सरलवाक्यम् आम् महोदय बालिका गीतं गायति बालिकया गीतं गीयते हा अस्तु समीचीनं अस्तु तत्र किं किम् अभवत् इति किञ्चित् वदति वा तत्र आमां तत्र कर्तरिप्रयोगे बालिका इति प्रथमविभक्तौ गीतम् इति कर्मपदं भवति तत् द्वितीयविभक्तौ गायति इति क्रियापदं बालिकाम् अनुसृत्य इत्युक्ते कर्तारम् अनुसृत्य भवति अपि च कर्मणि प्रयोगे बालिकया तत्र कर्ता तृतीयविभक्तौ भवति कर्मपदं तत्र प्रथमविभक्तौ भवति किन्तु तत्र न दृश्यते यतोहि गीतम् इति नपुंसकलिङ्गे एव भवति गीयते इति क्रियापदं गीतम् इति कर्मपदम् अनुसृत्य भवति समीचीनम् अस्तु उत्तमम् अस्तु धन्यवादः हर्षदा भगिनी भवत्याः वाक्यं सरलवाक्यम् आम् अहं ग्रन्थालयं गच्छामि कर्मणि रूपे मया ग्रन्थालयः गम्यते कर्तरिप्रयोगे अहं कर्ता अस्ति चेत् गच्छामि इति क्रियापदस्य उत्तमपुरुषस्य रूपम् आगच्छति कर्मणि प्रयोगे अहं पदस्य तृतीया मया ग्रन्थालयं कर्तरिमध्यद्वितीया मध्ये अस्ति कर्मणि प्रयोगे ग्रन्थालयः इति प्रथमारूप विभक् प्रत्यर्थरूपं तथा गच्छामि गम् धातु अस्ति अतः गम्यते इति कर्मणि रूपं लट्लकारस्य समीचीनम् अपि गच्छति इति तत्र उत्तमपुरुषः आसीत् किन्तु कर्मणि प्रयोगे गम्यते इति ग्रन्थालयः प्रथमपुरुष अस्ति इति समीचीनं अस्तु उत्तमं हा इदानीं प्रिया भगिनी अग्रे माता ओदनं पचति अत्र माता इति कर्तृपदम् ओदनमिति कर्मपदं क्रियापदं कर्तृपदम् अनुसृत्य अस्ति मात्रा ओदनं पच्यते अत्र कर्तृपदं तृतीयाविभक्तौ मात्रा इति अस्ति कर्मपदं प्रथमविभक्तौ ओदनमिति अस्ति तत् अनुसृत्य एव क्रियापदं पच्यते इति पच्यते समीचीनं हा अस्तु अग्रे वेदा भगिनी नमस्कारः अस्तु अग्रे तत्र अपर्णा भगिनी वेदा भगिनी नमस्कारः पुटसङ्ख्या अस्ति 121 किन्तु तत्र प्रत्येकः तत्र स्वस्य वाक्यं कर्तृप्रयोगे तदनन्तरं कर्मणि प्रयोगे वदति इति इदानीम् अभ्यासः अस्तु अपर्णा भगिनी अग्रे बालकः देवं नमति कर्तरि प्रयोगः बालकः इति प्रथमा विभक्तौ अस्ति देवम् इति द्वितीया विभक्तौ अस्ति कर्मपदम् इति कारणेन नमति इति कर्तारम् अनुसृत्य क्रियापदम् अस्ति कर्मणि प्रयोगे बालकेन देवः नम्यते अत्र कर्ता तृतीया विभक्तौ देवः इति कर्मपदं प्रथमा विभक्तौ कर्मपदम् अनुसृत्य क्रियापदम् बिहेव् करोति नम्यते इति कर्मणि रूपमस्ति अतः समीचीनं भगिनि हा अस्तु अग्रे तत्र नरेश महोदय भवतः वाक्यम् आं महोदय द्विवचने तौ फलानि खादतः अत्र तौ कर्तृपदं फलानि कर्मपदं खादतः क्रियापदं कर्तारम् अनुसृत्य वचने पुरुषे अत्र तौ ताभ्यां फलानि खाद्यन्ते ताभ्यां फलानि खाद्यन्ते तृतीया फलानि तु नपुंसकलिङ्ग अस्ति अतः परिवर्तनं नास्ति क्रियापदं कर्मपदम् अनुसरति अतः खाद्यन्ते इति बहुवचनमस्ति समीचीनं महोदय अस्तु इदानीं तत्र सुजाता भगिनी अग्रे आं महोदय रजतः वस्त्रं क्षाल्यति रजतः वस्त्रं क्षाल्यति क्षालयति क्षालयति रजकेन वस्त्रं क्षाल्यते रजकेन वस्त्रं क्षाल्यते रजकेन तृतीया विभक्ति अस्ति रजक शब्दस्य वस्त्रं नपुंसकलिङ्गम् अस्ति वस्त्रमेव भवति क्षाल्यते कर्मपदम् अनुसृत्य क्षाल्यते इदानीं तत्र केवलं प्रदर्शयितुं तत्र रजकः वस्त्राणि क्षाल्यते इति स्वीकरोतु रजकः वस्त्राणि क्षाल्यन्ति रजकेन वस्त्राणि क्षाल्यन्ते हा इति समीचीनं तत्र रजकः वस्त्राणि क्षालयति किन्तु रजकेन वस्त्राणि क्षाल्यन्ते इति उत्तमं भगिनि हा समीचीनम् अस्तु वेदा भगिनि धन्यवादः समीचीनं भगिनि हा महोदय गायिका गीतं गायति तत्र कर्तृपदम् अनुसृत्य किं वदामि अनुसृत्य धातु अस्ति तत्र गायिका अथवा गीता गायिका गायिका गीतं हा किन्तु तत्र एकस्य वचनं परिवर्तयति चेत् तत्र कर्मणि प्रयोगे तत्र किञ्चित् भेदः दृश्यते खलु महोदय कर्ता गायिका गायकः अस्ति चेत् सत्यं भगिनि किन्तु तत्र वचनं वा किमपि तत्र परिवर्तनं करोति वा तत्र गायिकाः इति गायिका किं किं परिवर्तनं किमपि कर्तृपदम् अथवा कर्मपदं भवत्याः ओ ओके गायकाः गायकाः गीतं गायन्ति इति गायकाः गीतं गायन्ति तत्र तृतीया विभक्ति भवति चेत् गायकाः गायकैः गीतं गीतम् एव नपुंसकलिङ्गे तदेव कर्मणि प्रयोगे गायकैः गीतं गीतं गीयते हा इति समीचीनं गायकाः गीतं गायन्ति किन्तु गायकैः गीतं गीयते गीतानि अस्ति चेत् गीयन्ते उत्तमं समीचीनं भगिनि हा अस्तु समीचीनं वंशीसुधा भगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनि पुटसङ्ख्या अस्ति 121 भगिनि अस्तु महोदय अस्तु अस्तु तर्हि इदानीं तत्र अग्रे गन्तुं शक्नुमः तत्र पुनस्मरणं जातं नियमान् अपि तत्र स्मरामः वयम् अतः तत्र अग्रे सरामः तत्र पुटसङ्ख्या तत्र 21 पुटे इदानीं तत्र द्वितीय अभ्यासः ततः आरभ्य वयं कुर्मः तर्हि तत्र प्रिया भगिनी आरम्भं करोति वा तत्र आं महोदय अधस्तनकर्तृ कर्तरिप्रयोगवाक्यानि कर्मणि प्रयोगवाक्यत्वेन परिवर्त्य लिखत कर्तृप्रयोगः अस्ति अर्जुनः प्रश्नं पृच्छति अत्र पृच्छति धातुः कर्मणि प्रयोगे अर्जुनेन प्रश्नः पृच्छ्यते इति उदाहरणः अस्ति द्वितीयवाक्यमस्ति वैश्वानरः अन्नं पचति अत्र पच् इति धातुः वैश्वानरेण अन्नं पच्यते हा समीचीनं वैश्वानरेण तत्र प्रायश ऋणत्वम् अस्ति खलु भगिनि तत्र रेफः अस्ति ततः नकारस्य अणकारस्य परिवर्तनं भवति अतः वैश्वानरेण अन्नं पच्यते समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे अपर्ण भगिनि आम् सः राज्यं न इच्छति धातुः तेन राज्यं न इष्यते कर्मणि समीचीनं तेन राज्यं न इष्यते समीचीनम् अस्तु अग्रे हर्षदा भगिनि एषः विषयं जानाति एतेन विषयः ज्ञायते हा एतेन विषयः ज्ञायते समीचीनं ज्ञायते समीचीनम् अस्तु उषा भगिनी अग्रे आं महोदय अभिमन्युः सन्देशं प्रेषयति प्रेष् इति धातुः कर्मणि प्रयोगे अभिमन्युना सन्देशः प्रेष्यते हा अभिमन्युना सन्देशः प्रेष्यते। समीचीनं, हा अस्तु, अग्रे शोभा भगिनी। महोदय, यज्ञः पापं क्षालयति, यज्ञेन पापं क्षाल्यते। हा, यज्ञेन पापं क्षाल्यते, समीचीनम्। अस्तु अग्रे नरेश महोदय। अहं कथां शृणोमि, अत्र श्रुधातुः अस्ति, मया कथा श्रूयते। महोदय न श्रुतम् अन्तिमभागः। मया कथा श्रूयते। हा, मया कथा श्रूयते, हा समीचीनम्। हा अस्तु अग्रे सुजाता भगिनि। सुजाता भगिनी अग्रे। अस्तु वेदा भगिनी, श्रूयते वा? आं महोदय, आम्। अस्तु अस्तु। सः हतं मन्यते। सः हतं, हतम् इत्युक्ते किं महोदय? हतं नपुंसकलिङ्गपदं वा? न हतं, न न, हतं मन्यते इति नाम तत्र सः प्रत्ययः इति मन्ये महोदय। सः हतः मन्यते, तेन हतः मनुधातु, मनुधातुरूपं मन्यते एवम् आयाति न महोदय? तत्र किमर्थं मन्यते, पूर्वमेव दत्तमस्ति तत्र? उत्तमप्रश्नः भगिनि। तत्र आत्मनेपदी रूपं वा? मन् धातु है, सत्यं। हा तत्र किमस्ति भगिनि, तत्र यदि यदि धातुः तत्र विशेषगणे अस्ति चेत् तत्र रूपपरिवर्तनं दिवादिगणे अस्ति। हा इति परन्तु कर्मणि प्रयोगे अपि मन्यते एव आयाति इति सत्यं भगिनि। अतः तत्र दिवादिगणे अस्ति चेत् तादृशरूपं भवति। समीचीनं, हा अस्तु अग्रे सुजाता भगिनि। अस्तु भगिनि अग्रिमं क्षत्रियः। क्षत्रियः युद्धं लभते, क्षत्रिये क्षत्रियः क्षत्रियेण भवति महोदय, क्षत्रियकारान्तपदमेव क्षत्रियेण युद्धं लभ्यते। हा तत्र प्रायशः णत्वम् अस्ति इति मन्ये खलु? लभ्यन्ते, न न न, तत्र क्षत्रियेण इति चिन्तयामि खलु, लभ्यते, लभ्यते, लभ्यते एव समीचीनम्। हा अस्तु पुनः महोदय, महोदय क्षम्यताम्, अशुतवाक्यं किमस्ति? सः सः हतं मन्यते, मम पुस्तके सः तपः आचरति अस्ति, अहं लिखामि अतः पृच्छामि। हा अस्तु भगिनि, तत्र पुरातनमुद्रणमस्ति भगिनि। हा किं किं वाक्यमस्ति? वाक्यमस्ति सः हतं मन्यते। अस्तु अस्तु अस्तु, सः हतं मन्यते। मम पुस्तके अपि तपः आचरति एव अस्ति इति। अस्तु तत्र अस्तु महोदय, तत् मन्यते, मन्यते क्रियापदम् अस्ति न, तर्हि ते किञ्चित् क्लेशकारकः, अतः ते अन्यं परिवर्तितवन्तः इति मन्ये। अस्तु अस्तु, अहं लिखितवती, धन्यवादः। हा धन्यवादः भगिनि। अस्तु सुजाता भगिनी, भवती एव तत्र अन्यत् वाक्यमपि तस्य परिवर्तनं करोतु तर्हि। महोदय क्षत्रिय क्षत्रियेण भवति, क्षत्रियेण भवति न क्षत्रियः, क्षत्रियेण इत्युक्ते कृष्णः मार्गं सूचयति. न भगिनि, न पूर्वं वाक्यं तत्र सः तपः किमपि आसीत् खलु. आम् आम् महोदय, तद् तदेकवारं तपः आचरति. आ उपसर्ग अस्ति, चर् धातु अस्ति. तेन तेन तपः आचर्यते आचर्यते इति अस्ति. अस्तु, समीचीनं. हा अस्तु, अग्रे कर्त्रे प्रयोगे तपः अस्ति अथवा तपम्? न न न, तपः एव, यतोहि तपः इति सकारान्तपदं महोदय. तपस् मनः इव नपुंसकलिङ्गं, मनः मनसि मनांसि, तपः तपसि तपांसि. अतः तत्र हा अतः अस्तु अग्रे इदानीं तत्र हर्षदा भगिनी अग्रिमे पुटे तत्र कृष्णः मार्गं सूचयति. कृष्णेन मार्गः सूच्यते, मार्गं सूच्यते. मार्गः एव पुल्लिङ्गपदं भगिनि, पुल्लिङ्गपदं मार्गः. पुल्लिङ्गं वा, अहं चिन्तितवती नपुंसकलिङ्ग एव. पुल्लिङ्ग इति मन्ये भगिनि. अस्तु अस्तु अस्तु, कृष्णेन मार्गं मार्गः सूच्यते सूच्यते. अस्तु अग्रे प्रिया भगिनी. श्रूयते वा महोदय? शिष्यः गुरुं सेवते, अत्र सेव् धातु, शिष्येण गुरुः सेव्यते. हा इति अस्ति, समीचीनं. हा अस्तु, उषा भगिनी अग्रे. आं महोदय, सैनिकः शत्रुं ताडयति. ताड् ताड् इति धातु अस्ति, सैनिकेन शत्रुः ताड्यते. हा सैनिकेन शत्रुः ताड्यते, समीचीनम्. हा अस्तु, नरेश महोदय अग्रे. केशवः विभूतियोगं कथयति. केशवेन विभूतियोगः कथ्यते. हा कथ्यते, समीचीनम्. हा अस्तु अग्रे अपर्णा भगिनि. रथी सैन्यम् आलोकते. आ उपसर्गः लोक् धातुः, कर्मणि प्रयोगे रथिना सैन्यम् आलोक्यते. हा आलोक्यते. हा तत्र रति इति पदस्य पदपरिचयं करोति वा? भवती किम् उक्तवती तत्र वाक्यं भगिनि? अहम् उक्तवती रथिना. हा अस्तु, समीचीनं. किन्तु तत्र किञ्चित् पदपरिचयं करोति वा? प्रायः रथिन् शब्दः, अतः एव पृष्टवान्. हा रथिन् शब्दः, रथी रथिनौ रथिनः. हा इति अस्ति भगिनि, तत्र यस्य अथवा यस्मिन् वा इति अर्थे, तत्र यस्य रथः अस्ति सः रथी इति. अतः तत्र अपि तत्र यः रथिना गच्छति सः सारथिः इति. अतः तत्र रथिना इति समीचीनं, किन्तु तत्र कविना इति तत्र पुल्लिङ्गसाधारण इकारान्तपदम् अपि तत्र कविना इति रूपमेव भवति, किन्तु अत्र अन्यत् कारणमस्ति खलु तत्र नकारान्तपदम् इति कृत्वा. हा अतः अहं पृष्टवान्, तावदेव, समीचीनं भगिनि. हा अस्तु अग्रे शोभा भगिनि. जनाः इन्द्रजालं वीक्षन्ते. जनाः इति बहुजने. जनैः इन्द्रजालः इन्द्रजालः वीक्ष्यते. अथवा इन्द्रजालं नपुंसकलिङ्गे अस्ति वा महोदय? एतत् न स्मरामि भगिनि, प्रायशः जालम् इति जालम् एव इति वा इन्द्रजालं. जनैः इन्द्रजालं जानाति वा तत्र लिङ्गं किम् इति? पश्यामि महोदय. जाल इति मन्ये, जाल पुल्लिङ्गपदं वा भगिनि? पुल्लिङ्गपदम् इति जालः रामः वत् रामवत् जालः जालं इन्द्रजालः इन्द्रजालं जालम् अस्तु जालं प्रायशः जालमेव इति अस्तु मन्ये अतः जालमस्ति चेत् जनैः इन्द्रजालं वीक्ष्यन्ते इति भवति तत्र नपुंसकलिङ्गमेव महोदय ओ अस्तु अतः जनैः इन्द्रजालं जनैः इन्द्रजालं वीक्ष्यते वीक्ष्यते एकवचने उपसर्गपूर्वकः ईक्ष् धातुः ईक्ष्यते इति भवति अतः वीक्ष्यते इति भवति क्रिया समीचीनं अस्तु अतः तत्र कर्मणि प्रयोगे उपसर्गस्य तत्र किमपि महत्त्वपूर्णं नास्ति यतोहि तत्र यकारः यदागच्छति तत्र अन्ते एव आगच्छति केवलं तत्र किं भूतकालरूपनिर्माणे अथवा लृङ्लकारः तत्र एव तत्र उपसर्गस्य प्रामुख्यं किन्तु अत्र किमपि नास्ति समीचीनम् अस्तु अग्रे सुजाता भगिनी महोदय कृष्णः भक्तान् इच्छति इष् धातु अस्ति कृष्णेन भक्ताः इष्यन्ते कृष्णेन भक्ताः इष्यन्ते अस्तु वेदभगिनी अग्रे तामसगुणयुक्तः अकार्यं करोति कार्यम् अकार्यं कार्यं नपुंसकलिङ्गपदमेव इति मन्ये कार्यं कार्यं कार्ये कार्याणि कार्यं नपुंसकलिङ्गपदं तामसगुणयुक्तः अकार्यं करोति कृ धातु तामसगुणयुक्तेन अकार्यं क्रियते क्रियते अस्तु तामसगुणयुक्तेन अकार्यं क्रियते क्रियते समीचीनम् अस्तु अग्रे प्रिया भगिनी अग्रे धूमः वह्निम् आवृणोति आ योगः वृ इति धातुः धूमेन वह्निः आव्रियते आव्रियते तत्र व्रियते भवति वा व्रियते भवति वा व्रियते इति दीर्घं वा ह्रस्व एव अस्ति तत्र तदेव मम मनसि व्रियते व्रियते एव सत्यं व्रियते अहं तत्र क्रियते इति किमर्थं चिन्तितवान् सत्यं क्रियते ह्रस्व इकारः एव धन्यवादः भगिनि व्रियते आव्रियते आव्रियते अस्तु अग्रे हर्षदा भगिनि भीष्मः शङ्खं धमति ध्वादातु भीष्मेण भीष्मेण यतोहि पवर्गः अस्ति मकारः आम् आम् आम् अतः अण भवति अहं चिन्तयामि शङ्खं नपुंसकलिङ्गि वा पुल्लिङ्गः शङ्खः शङ्खः धम्यते न न धम्यते इति ध्मा इति धातुः अस्ति भगिनि तत्र ध्मा इति धातुः ध्मायते भवति विशेषपदं तत्र ध्मा इति धातुः अस्तु भीष्मेण शङ्खः ध्मायते इति अस्ति समीचीनम् अस्तु उषा भगिनी अग्रे सर्वः कर्मफलम् अनुभवति अनु उपसर्ग भूधातुः सर्वेण कर्मफलम् अनुभूयते अनुभूयते समीचीनं भगिनि सर्वेण कर्मफलम् अनुभूयते अस्तु इदानीं तत्र एतावत् वयं तत्र पट् धातुः पठ्यते सेव् धातुः सेव्यते इति तत्र साधारण तत्र किं प्रथमसोपानधातूनां कर्मणि प्रयोगः कथं भवति इति दृष्टवन्तः इदानीं तत्र अग्रे तत्र विशेषधातूनां विशेषानां धातूनां तत्र कर्मणि रूपं कथं भवति इति तत्र अग्रे दत्तम् अस्ति तत्र तत्रापि तत्र अनेके समूहाः भवन्ति तत्र अतः प्रत्येकस्य समूहस्य किञ्चित् परिचयं कृत्वा तदनन्तरम् अभ्यासः भवति अतः तत्र अग्रे सरामः तर्हि तत्र अपर्णभगिनी अग्रिम तत्र यदस्ति अवधेयं तत् किञ्चित् पठति वा तत्र येषां धातूनां कर्तरिप्रयोगे य दृश्यते तेषां धातूनां कर्मणि प्रयोगे एकः एव यकारः दृश्यते यथा क्षालयति क्षाल्यते सूचयति सूच्यते गणयति गण्यते चिन्तयति चिन्त्यते रचयति रच्यते ताडयति ताड्यते हा समीचीनं भगिनि अस्तु नूतनमुद्रणे तत्र अनेकानि उदाहरणानि सन्ति हा अस्तु समीचीनं हा तत्र अधोभागे तत्र सः दुर्गुणं त्यजति तद् तादृशवाक्यं दत्तं वा भगिनि न महोदय नास्ति वा अस्तु महोदय मम पुस्तके तु धातुः व्यञ्जनान्तः चेत् यकारयोजना पुस्तके तत् अस्ति पुरातनपुस्तके तत् अस्ति महोदय नूतनपुस्तके धातुः व्यञ्जनात् चेत् यकारयोजनेन कर्मणि कर्मणि इति वा अस्तु तदनन्तरम् अद्यतनवाक्यानि सावधानतया तदस्ति कर्तरिप्रयोग कर्मणि प्रयोगः सः दुर्गुणं त्यजति तेन दुर्गुणः त्यज्यते इति अस्ति अपर्णभगिनी भवत्याः पुस्तके अस्ति वा तत् न महोदय सः पुस्तकं स्थापयति तेन पुस्तकं स्थाप्यते इति प्रथमः प्रथमं वाक्यमस्ति तत्र तत्र नूतनमुद्रणस्य अनुसरणं कुर्मः वा अथवा किं मेजोरिटि महोदय द्वयमपि महोदय द्वयमपि पठनीयं कुर्मः अस्तु तर्हि तत्र अतः प्रथमतया तत्र पुरातनमुद्रणे किम् अस्ति इति पश्यामः तदनन्तरं नूतनमुद्रणे किम् अस्ति इति पश्यामः तर्हि तत्र अस्तु वेदा भगिनी इदानीं तत्र पुरातनमुद्रणे किम् अस्ति इति एकवारं धातुः व्यञ्जनान्तः चेत् यकारयोजनेन कर्मणि रूपं सिद्ध्यति यथा रक्षति रक्ष्यते रक्ष धातु योगः य योगः ते खादति खाद्यते खाद्योगः य योगः ते येषां धातूनां कर्तरिप्रयोगे य दृश्यते भगिनि एकवारं तत्र अतः तत्र प्रथमनियमः कः प्रथमनियमः धातु योगः य योगः व्यञ्जन व्यञ्जन अन्ते व्यञ्जनः तत्र व्यञ्जनान्तधातुः अस्ति चेत् किमपि चिन्ता नास्ति केवलं यकारस्य योजनं योजनेन कर्मणि रूपं सिद्ध्यति अथ तत्र एषः नियमः यदि अस्माकं मनसि स्थापितः भवति चेत् यत्र यत्र व्यञ्जनान्तः अस्ति चेत् रूपम् अस्ति धातुः अस्ति शक्नुमः समीचीनं हा इदानीं द्वितीयः अंशः द्वितीय अंशः अस्ति धातूनां कर्तरिप्रयोगे यदि कर्तरिप्रयोगे धातूनां य दृश्यते तेषां धातूनां कर्मणि प्रयोगे एकः एव यकारः दृश्यते इत्युक्ते क्षालयति अस्ति चेत् कर्तरिप्रयोगे कर्मणि प्रयोगे तद्भवति क्षाल्यते तत्र यकारस्य यकारस्य लोपः भवति तत्र तत्र अतः एकः तत्र यकारः अस्ति पुनः एकः एव यकारः अस्ति समीचीनं सूचयति सूच्यते इति भवति समीचीनं भगिनि अस्तु पुनः तत्र उषा भगिनी भवत्याः पुस्तके पुरातनमुद्रणमस्ति तदेव अस्ति महोदय अस्तु अतः तत्र अधो लिखितानि वाक्यानि तत्र एकवारं पठतु तत्र आं महोदय अधस्थनवाक्यानि सावधानतया पठत कर्तरिप्रयोगः कर्मणि प्रयोगः कर्तरिप्रयोगे सः दुर्गुणं त्यजति त्यज् धातुः कर्मणि प्रयोगः तेन दुर्गुणः त्यज्यते हा सः दुर्गुणं त्यजति तेन दुर्गुणः त्यज्यते इत्युक्ते जकार हलन्तपदम् अस्ति अतः य एव योजनीयं तत्र. अस्तु अस्तु भगिनि, इदानीं तत्र तस्य एव तत्र दुर्गुणम् इति स्थाने बहुवचनरूपं स्वीकरोतु, दुर्गुणान्. सः दुर्गुणान् कर्तृप्रयोगे वा कर्मणि प्रयोगे? कर्तृप्रयोगे. सः दुर्गुणान् त्यजति. सः दुर्गुणान् त्यजति. सः दुर्गुणान् त्यजति. कर्मणि प्रयोगे तेन दुर्गुणाः त्यज्यते. त्यज्यन्ते. अस्तु अस्तु, इदानीं तत्र द्वितीयवाक्यं पठतु. कार्यकर्ता गीतं गायति. गा धातुः कर्मणि प्रयोगे कार्यकर्त्रा गीतं गीयते. गीतं गीयते, समीचीनम्. अस्तु, इदानीं तत्र नरेश् महोदय, भवतः पार्श्वे अपि तत्र पुरातनमुद्रणमेव वा? पुरातन अस्ति. अस्तु अस्तु, अतः इदानीं तत्र वाक्यद्वयं पठतु महोदय तत्रापि. अहम् आम्ररसं पिबामि. पा धातुः अस्ति. कर्मणि रूपं मया आम्ररसः पीयते. सौचिकः वस्त्रं माति. मा धातुः अस्ति. कर्मणि प्रयोगे सौचकेन सौचिकेन वस्त्रं मीयते. अस्तु समीचीनम्. अपर्णा भगिनी, इदानीं तत्र नूतनमुद्रणे तत्र उदाहरणानि यानि दत्तानि पुनः एकवारं पठति वा भगिनी तत्र क्रियापदानां? सर्वे वाक्यानि समानानि. प्रथमं वाक्यं केवलं भिन्नम् अस्ति, पठामि. किन्तु भगिनि, तस्मात् प्राक् तत्र अवधेयम् इति स्थाने तत्र भवती तत्र क्रियापदानां रूपाणि उक्तवती. आम् आम् महोदय. हा, तद् पुनः एकवारं पठतु भगिनि. क्षालयति क्षाल्यते. सूचयति सूच्यते. गणयति गण्यते. चिन्तयति चिन्त्यते. रचयति रच्यते. ताडयति ताड्यते. अस्तु समीचीनं भगिनि. हा हा हा, यतोहि तत्र महोदय तत् पठानि वा? किं भगिनि? प्रथमं वाक्यं भिन्नम् अस्ति. अस्तु अस्तु, तत् पठतु भगिनि. हा हा. सः पुस्तकं स्थाप्यति स्थापयति. सा धातु कर्तरिप्रयोगे, सः एव कर्मणि प्रयोगे, तेन पुस्तकं स्थाप्यते. हा अस्तु, सः पुस्तकं स्थापयति, तेन पुस्तकं स्थाप्यते. अस्तु हा समीचीनं भगिनि. हा तत्र अस्तु, एकः एव एकमेव वाक्यं भिन्नम् अस्ति. अस्तु आं महोदय. अस्तु समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं तत्र अग्रे हर्षदा भगिनी तत्र अग्रिमे पुटे तत्र अभ्यासः. यथोदाहरणं यथोचितधातुरूपेण रिक्तस्थानानि पूरयत्. उदाहरणार्थ तस्य उपरि वाक्यम् एकं वाक्यम् अस्ति वा भगिनि? न न, आकारान्त पूर्वपृष्ठे अन्तिमम् एकं वाक्यमस्ति. आकारान्तानां धातूनां कर्मणि प्रयोगे प्रायः इति भवति, यथा दा दि पा पि. हा, इति एकं वाक्यमस्ति. हा समीचीनं भगिनि. हा तद् तदेव वाक्यम्. अस्तु समीचीनं. यथोदाहरणं यथोचितधातुरूपेण रिक्तस्थानानि पूरयत्. उदाहरणार्थ सर्वे उपहारान् ददाति. दा धातु सर्वैः उपहाराः दीयन्ते इति कर्मणि प्रयोगे भवति. नायकः नेतृत्वं विदधाति. दि उपसर्ग अधिक धा धातु कर्मणि प्रयोगे नायकेन नेतृत्वं विधीयते इति भवति. समीचीनम्. अस्तु, इदानीम् अग्रे गायकेन अग्रे गायकेन गीतं गाधातु गीयते गायकेन गीते गीयते गायकेन गीतानि गीयन्ते हा इति अस्ति अस्तु समीचीनम् अस्तु भगिनि धन्यवादः इदानीं तत्र तत्र प्रथमकुम्भकारेण इति तत्र करोति वा आम् कुम्भकारेण घटः निर् अधिकमा कुम्भकारेण घटः निर्मीयते हा निर्मीयते कुम्भकार तत्र प्रायशः दीर्घ इकारः खलु निर्मीयते निर्मीयते दीर्घमि कुम्भकारेण घटौ निर्मीयते कुम्भकारेण घटाः निर्मीयन्ते निर्मीयन्ते हा समीचीनं धन्यवादः भगिनि धन्यवादः अस्तु अग्रे तत्र शोभा भगिनी अग्रे सम्पादकेन इति महोदय सम्पादकेन पत्रिका इति तत्र दाधातुं स्वीकृत्य करणीयं क्रियापदं सम्पादकेन पत्रिका दीयते सम्पादकेन पत्रिके दीयेते सम्पादकेन पत्रिकाः दीयन्ते हा इति अस्ति समीचीनं हा अस्तु अग्रे प्रिया भगिनी तेन कार्यं वि योगः धाद् इति धातुः विधीयते तेन कार्ये विधीयेते तेन कार्याणि विधीयन्ते हा इति अस्ति समीचीनम् अस्तु अग्रे तत्र सुजाता भगिनी अग्रे आं महोदय संन्यासिना वस्तु जहाति हातात् हीयते हीयते संन्यासिना वस्तूनि हीयेते हीयेते संन्यासिना वस्तूनि हीयन्ते हा तत्र वस्तूनि हीयन्ते हा हीयन्ते समीचीनं हा अस्तु इदानीं तत्र अधोभागे तत्र विशेष कर्मणि प्रयोगे प्रथमपुरुषस्य एकवचनरूपम् उच्चै पठत अस्तु समीचीनम् इदानीं तत्र अस्तु तत्र तत्र जि इति एव आरम्भे अस्ति खलु अस्तु तर्हि तत्र अस्तु उषा भगिनी तत्र जि धातुः तत्र कर्तृकर्मणि उक्त्वा तत्र हा किमस्ति धन्यवादः भगिनी हा उषा भगिनी जि धातुः जि धातुः जि अस्ति कर्तरिप्रयोगे जयति कर्मणि प्रयोगे जीयते हा जीयते हा समीचीनम् अतः तत्र तत्रापि तत्र आकारान्तः नास्ति किन्तु तत्र कर्मणि प्रयोगे दीर्घ इकारः एव भवति खलु जीयते इति जि ईकार परन्तु ईकार इति दीर्घ ईकारः भवति अस्तु तत्र सरलवाक्यं किमपि वदतु भगिनि तत्र कर्तरिप्रयोगे वा कर्मणि प्रयोगे द्वयमपि सः तत्र सरलवाक्यं सः सः युद्धं जयति तेन युद्धः पुंलिङ्ग नपुंसकलिङ्ग अस्ति चेत् युद्धम् अस्ति परन्तु पुंलिङ्ग अस्ति चेत् सः तेन युद्धः जीयते तत्र युद्धं युद्धम् इति एव भगिनि नपुंसकलिङ्गे एव तेन युद्धं जीयते तेन युद्धं जीयते समीचीनं हा अस्तु अग्रे नरेश महोदय आं महोदय चि धातु कर्तरिप्रयोगे चिनोति कर्मणि चीयते अत्र सा पुष्पं चिनोति कर्मणि तया पुष्पं चीयते हा इति अस्ति समीचीनम् अस्तु अग्रे वेदा भगिनी आम् अग्रणि अधियोगः इ कर्तरिप्रयोगे अधीते कर्मणि प्रयोगे अधीयते तत्र सः पाठम् अधीते सः पाठम् अधीते तेन पाठः अधीयते हा तेन पाठः अधीयते अधीयते समीचीनं महोदय महोदय एक प्रश्नम् एकं प्रश्नं प्रष्टुमिच्छामि ई धातु प्रायः अधि उपसर्ग सह आगच्छति परन्तु किमपि उदाहरणम् अस्ति वा कि विदौट् अधि उपसर्ग ई धातु इत्यस्य द्रष्टव्यमस्ति भगिनि तत्र ई धातुः अस्ति इति मन्ये भगिनि तत्र ई धातुः तत्र एकनिमिष तत्र ई धातुः तत्र लट्लकारे रूपं किं भवति एति महोदय अष्टाध्यायी मध्ये तु ई धातु द्रष्टव्यं चेत् अधि उपसर्गेण सहित एव आगच्छति न भगिनि तत्र एति इति अस्ति एति एति एति अस्ति वा महोदय इद् अस्ति इड् धातु अस्ति इद् इद् धातु अस्ति इड् धातु अधि उपसर्ग एव भवति भगिनी तत्र हर्षदा भगिनी तत्र भवत्याः प्रश्नस्य उत्तरं तत्र ई धातोः तत्र अष्टाध्यायी मध्ये पश्यति चेत् भगिनि तत्र अष्टाध्यायी ई धातुः अदादिगणे एव अस्ति खलु तत्र इण् अस्ति इङ् अस्ति अतः तत्र तस्य अनेके प्रयोगः ई धातुः महोदय अत्र तु ई इति अध्ययने अस्ति न तो अध्ययने अस्ति चेत् उपसर्गेण सह एव दत्तमस्ति तत्र अष्टाध्यायी मध्ये अतः अहं पृष्टवती केवल विदौट् अधि उपसर्ग किमपि रूपं भवति वा इति मम शङ्का आसीत् प्रायशः अध्ययने तदेव अन्यत् ई धातु ये अस्ति न ते अध्ययने नास्ति महोदय सत्यं सत्यं सत्यं हा तद् तद् हा तादृशमेव अस्ति इति मन्ये भगिनि सत्यं हा हा न भवति इति मन्ये महोदय अष्टाध्यायी मध्ये तदेव अस्तु प्रायेण अहं न प्राप्तवती परन्तु ते प्रायश परन्तु ते प्रायशः इति लिखन्ति न तो मम सन्देहः अभवत् कि अस्ति वा नास्ति सत्यं सत्यं भगिनि अस्तु अहमपि पृच्छामि यदि तत्र अन्य कोऽपि जानाति वा इति सूचयामि केवलं तत्र ई सर्वदा उपसर्गेन एव भवति वा इति तत्र अध्ययन इति अर्थे अस्तु अस्तु भगिनि समीचीनम् अस्तु अग्रे तत्र इदानीं तत्र का पठितवती तत्र सीता भगिनी वा तत्र अथवा नरेशमहोदयः पठितवान् वा न नरेशमहोदयः तदनन्तरं वेदभगिनी भवती पठितवती हा अधीयते अस्तु हा हा समीचीनम् अस्तु अग्रे अपर्णा भगिनी श्रुधातु कर्तरि शृणोति कर्मणि श्रूयते एकं लघुवाक्यं वदतु भगिनि तत्र जनाः गीतं जनः गीतं शृणोति कर्मणि जनेन गीतं श्रूयते श्रूयते समीचीनम् अस्तु अग्रे प्रिया भगिनी अस्तु इति धातुः स्तौति स्तूयते भक्तः देवं स्तौति भक्तेन देवः स्तूयते इति. स्तूयते, समीचीनं. हा अस्तु. नरेश महोदय भवान् पठितवान्, अस्तु. तत्र सुजाता भगिनी. आं महोदय, झै धातु अस्ति, ध्यायति कर्तरि, ध्यायते कर्मणि अस्ति. अहं न सः देवं ध्यायति. किं सः सः देव देवं भक्तः देवं ध्यायति. भक्तः देवं ध्यायति, समीचीनं. भक्तेन देवः ध्यायते. हा, भक्तेन देवः ध्यायते, समीचीनं. हा अस्तु, समीचीनं, धन्यवादः. हा, शुभदा भगिनी नमस्कारः. वंशीसुधा भगिनी यदा भवती वक्तुं शक्नोति वदतु. अस्तु, अग्रे तत्र. नमस्ते महोदय. हा नमस्कार भगिनी, पुटसङ्ख्या 123. अस्तु महोदय, अग्रे तत्र एतावत् हर्षदा भगिनी भवती पठितवती वा? एतद् न कृतवती. अस्तु, न घ्रा जिघ्रति कर्मणि प्रयोगे घ्रायते. सा पुष्पं जिघ्रति, तया पुष्पं घ्रायते. हा, घ्रायते. हा, समीचीनम्. अस्तु, अग्रे. हा, तर्हि तत्र हा अपर्णा भगिनी अग्रे. त्रिधातु कर्तरि क्रीणाति, कर्मणि क्रियते. सा शाटिकां क्रीणाति, कर्मणि तया शाटिका क्रियते. हा, शाटिका क्रियते, समीचीनम्. अस्तु, नरेश महोदय अग्रे. निधातु कर्तृप्रयोगे नयति, कर्मणि नीयते. सः आसन्दं नयति, येन आसन्द नपुंसकलिङ्गे अस्ति, पुल्लिङ्गे, आसन्दः नीयते. तेन आसन्दः नीयते. प्रिया भगिनी अग्रे. कुत्र धातुः कृ धातुः करोति क्रियते. शिशुः क्षम्यतां महोदय, किमपि मम मनः न आगच्छति. कार्यम् अस्तु, शिशुः कार्यं करोति. शिशुः, अस्तु, शिशुः कार्यं करोति, शिशुना कार्यं क्रियते. अस्तु, समीचीनम्. अस्तु, शोभा भगिनी अग्रे. आं महोदय, तत्र धातुरूपनन्दिनी इति पुस्तके दृष्टवती, इन् इति धातुः अध्ययने, जनार्दन हेगडे महोदयस्य महोदय, नित्यम् अधिपूर्वः इति दत्तं तत्र. ओ अस्तु, उत्तमम् भगिनी. तत्र धातु किं, पुस्तकं किं भगिनी? धातुरूपनन्दिनी. धातुरूपनन्दिनी, अस्तु अस्तु अस्तु. हा, जनार्दन भगिनी, भवत्याः पार्श्वे अस्ति वा तत्र जनार्दन? न, मम समीपे धातुरूपनन्दिनी नास्ति महोदय, धन्यवादः. जनार्दन हेगडे महोदयस्य पुस्तकानि तत्र संस्कृतभारत्यां लभ्य. आं महोदय, मम समीपे जनार्दन हेगडे महोदयस्य कानिचन पुस्तकानि सन्ति, परन्तु धातुरूपनन्दिनी नास्ति, यतः मम समीपे नवनीत प्रकाशनस्य एकं पुस्तकम् अस्ति धातुकृते, तत्र ई धातु नास्ति. अहं क्रीणामि, अस्तु, समीचीनं भगिनि. हा अस्तु, धन्यवादः. धन्यवादः. हा अस्तु, अग्रे तत्र शोभ भगिनी भवत्याः एव इदानीं. ध्रुधातुः ध्रुधातुः धरति इति कर्तरि ध्रियते इति कर्मणि तत्र बालिका वस्त्रं धरति बालिकया वस्त्रं ध्रियते ध्रियते हा समीचीनम् अस्तु अग्रे शुभदा भगिनी महोदय वृ धातुः वृणोति व्रियते वधू वरं वृणोति वध्वा वरः व्रियते उत्तमं भगिनि हा अस्तु वेदा भगिनी अग्रे हा महोदय तृ तरति तीव्रति तरति तृ शिशुः नदीं तरति शिशुना नदी तीर्यति प्रथमवाक्यं कर्तृप्रयोगे किम् आसीत् शिशुः नदीं तरति तत्र द्वितीयपदं किं महोदय पुनः एकवारं कर्तृरूपं कर्तृरूपं शिशुः नदीं तरति हा नदीम् अस्तु अस्तु हा नदीं तरति अस्तु हा समीचीनं भगिनि हा अस्तु इदानीं तत्र सुजाता भगिनि धमो धातु अस्ति कर्तरी धमति ध्मायते कर्म तत्र प्रायः तत्र धमति शङ्खं युद्धे शङ्खस्य शङ्खं धमति भीष्मेण शङ्खं न न तत्र पूर्वमासीत् तत्र इदानीम् अर्जुनः इति चिन्तयतु तत्र अर्जुनः शङ्खं धमति अर्जुनेन शङ्खः धाम्यते न न धुमायते धुमायते क्षम्यतां धुमायते इति रूपम् अस्तु समीचीनम् अग्रे हा उषा भगिनी अग्रिम तत्र अवधेयम् इति अस्ति वा अग्रिमे पुटे आं महोदय अवधेयम् इकारान्तानाम् उकारान्तानां च धातूनां कर्मणि प्रयोगे दीर्घं रूपं भवति यथा जी धातुः जीयते इति भवति स्तू धातुः स्तूयते इति भवति कर्मणि रूपे हा तत्र नूतनमुद्रणे अन्यत् किमपि दत्तमस्ति वा तदेव महोदय तदेव अस्ति वा अस्तु ईकारान्तानाम् ऊकारान्तानां च धातूनां कर्मणि प्रयोगे दीर्घं रूपं भवति यथा नी धातुः नीयते इति भवति धू धातुः धूयते इति भवति धूयते इत्युक्ते किं महोदय हा न जानामि भगिनि धूयते अनन्तरं धू धातुः धू धातु कम्पनि कम्पनि वा भगिनि कम्पनि अस्तु अस्तु कम्पनि ऋकारान्तस्य धातोः रि कथं पठनीयं महोदय रु इति तत्र दीर्घ ऋकारान्ताना ऋकारान्तस्य इर् ऐकारान्तस्य आ इति च प्रायः भवति यथा कृ धातुः क्रियते इति तृ धातुः तीर्यते इति तृ धातुः तत्र दीर्घः तृ धातुः तीर्यते इति ध्यै इति ध्यायते इति भवति कर्मणि समीचीनम् इति अत्र अतः तत्र पश्यामः तत्र इदानीम् उदाहरणानि सन्ति तत्र कीदृशं भवति इति पश्यामः अस्तु तर्हि तत्र भवती एव तत्र प्रथमं करोतु भगिनि अग्रिमे अभ्यासे आं महोदय अभ्यासः अधस्तनवाक्यानि कर्मणि वाक्यत्वेन परिवर्तयत कर्तरिप्रयोगः रक्षक रक्षकः शत्रून् जयति. जी धातु अस्ति महोदय तत्र. कर्मणि प्रयोगे रक्षकेण शत्रवः जीयन्ते. शत्रून् कर्मपदं तत्र बहुवचने अस्ति, द्वितीय विभक्ति बहुवचने, अतः रक्षकेण शत्रवः जीयन्ते. शत्रवः बहुवचने अस्ति अतः जीयन्ते इति बहुवचनं. जीयते जीयते जीयन्ते अपि रक्षकः इति तत्र रक्षकेण इति णत्वं भवति, णत्वं भवति मूर्धन्य शकारः, शकारः अस्ति. अप तदनन्तरं कवर्गः क एव साक्षात् अतः सूत्रेण णत्वं भवति. हा इति समीचीनम्. अस्तु उत्तमम्. अस्तु अग्रे तत्र प्रिया भगिनी अग्रिमवाक्यम्. भक्ताः पुष्पाणि चिनोति. चि इति धातुः. भक्तया पुष्पाणि चीयते. ओ पुष्पाणि चीयन्ते. हा इति अस्ति समीचीनम्. हा इदानीं तत्र भक्ताः इति स्थाने बहुवचनं स्थापयतु, कर्तृपदं बहुवचनं. बहुवचनं भक्ताः इति भवति चेत् स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा? भक्ता इति एव, तत्र भक्ताः इति स्त्रीलिङ्ग, स्त्रीलिङ्ग बहुवचनं. अस्तु स्त्रीलिङ्ग. भक्ताभिः पुष्पाणि चीयन्ते. हा भक्ताभिः पुष्पाणि चीयन्ते. समीचीनं भगिनि. हा उत्तमम्. अस्तु अग्रे हर्षदा भगिनी अग्रे. शिक्षिका ग्रन्थम् अधीते. शिक्षिकेण ग्रन्थः अधीयते. हा शिक्षिक भगिनी शिक्षिका अतः तत्र शिक्षिकया शिक्षिकया क्षम्यतां शिक्षिकया शिक्षिकया ग्रन्थः अधीयते. अधीयते. हा इदानीं तत्र बहुवचने अस्ति चेत् शिक्षिका इति शिक्षिकाभिः ग्रन्थः अधीयते. हा इदानीं तत्र शिक्षिका ग्रन्थान् अधीते इति. शिक्षिका ग्रन्थान् अधीते. शिक्षिकया ग्रन्थाः अधीयन्ते इति. समीचीनम्. अस्तु अस्तु अग्रे नरेश महोदय. अधिकारी विचारान् शृणोति. अधिकारिणा विचारान् बहुवचनमस्ति. विचाराः श्रूयन्ते. अधिकारिणा विचाराः श्रूयन्ते. हा इदानीं तत्र अहम् इति स्थापयतु. अहं विचारान् शृणोमि. मया विचाराः श्रूयन्ते. हा अपि अधिकारी इति विचारान् स्थाने अहम् इति तत्र माम् इति स्थापयतु. अधिकारी मां विचारान् न न मां शृणोति, मां शृणोति. अधिकारी मां शृणोति. अधिकारिणा अहं शृणोमि. न न अहं तत्र शृणोमि इति क्रियापदं तत्र कर्मणि रूपं किम् अस्ति? श्रूयते इति आसीत् खलु. श्रूये अधिकारिणा अहं श्रूये. हा इति समीचीनं. यतोहि तत्र सर्वदा प्रथमपुरुषे एकवचने इति कुर्मः खलु, अतः समीचीनं महोदय. अहं श्रूये इति. अस्तु समीचीनम्. अस्तु अग्रे अपर्णा भगिनी. सा लेखनीं क्रीणाति. तया लेखनी क्रियते. हा इदानीं तत्र लेखनीम् इति स्थाने बहुवचनं स्थापयतु. सा लेखनीः क्रीणाति. तया लेखन्यः क्रियन्ते. हा अस्तु समीचीनम्. अपि तत्र त्वम् इति स्थापयतु. त्वं कर्तृपदं. त्वं त्वं लेखनीं क्रीणासि. त्वया लेखनी क्रियते. क्रियते इति समीचीनं हा अस्तु शुभदा भगिनी अग्रे सेवकः स्यूतान् नयति सेवकेन सेवकेन स्यूताः नीयन्ते इदानीं तत्र अहम् अहम् इति स्थापयतु अहं स्यूतान् नयामि मया स्यूताः नयन्ते क्षमतां नये न न नीये न यतोहि तत्र कर्मणि प्रयोगे नयन्ते नीयन्ते क्षम्यताम् हा नीयन्ते इति हा समीचीनं भगिनि अतः तत्र मध्ये मध्ये तत्र उत्तमपुरुषः मध्यमपुरुषः भवति चेत् हा नो चेत् तत्र यन्त्ररूपेण वयं वदामः अस्तु अस्तु इति हा अस्तु समीचीनं भगिनि हा अस्तु अग्रे वेदा भगिनि एकनिमिषं महोदय सचिवाः कार्यं कुर्वन्ति सचिवाः बहुवचने अस्ति कार्यं कुर्वन्ति कृधातुतः याति तत्र सचिवाः बहुवचनरूपं सचिवाः रमारमिरमा सचिवाः न तृतीय सचिवैः उत्तमं सचिवैः कार्यं सचिवैः कार्यं क्रियते सचिवैः कार्यं क्रियते सचिवैः कार्याणि क्रियन्ते समीचीनम् अस्तु इदानीं तत्र त्वम् इति स्थापयतु त्वं कार्यं क्रियष्ये न कर्तृरूपं त्वं कार्यं कुर्वन्ति त्वं कार्यं कुरु न किं वदामि कुर्व एकनिमिषं महोदय मास्तु वेट् वेट् किं वद त्वं कार्यं कुरुषि अस्तु समीचीनं त्वं कार्यं करोषि अपि च कर्मणि प्रयोगे त्वं त्वया कार्यं त्वं कार्यं त्वया कार्यं क्रियते एव अस्तु उत्तमम् अस्तु अग्रे सुजाता भगिनि बालिकाः वस्त्राणि धरन्ति बालिकाः महोदय तत्र एकः सन्देहः त्वया त्वम् इत्यस्य त्वया भवति किल अहं मया क्रियते एव भवति वा तत्र पुनः वदतु भगिनि सन्देहः कः इति ओ अस्तु अस्तु न न न क्षमतां कन्फ्यूषन् अतः तत्र नियमः वयं नियमः कः इति सर्वदा जानीमः किन्तु प्रयोगे तत्र त्वं भवनीयम् इत्युक्ते वाक्यं कथं भवति महोदय त्वं क्रियसे किं क्रियसे एव भवति इति मन्ये तत्र न न तत् तस्मिन् वाक्ये न महोदय ओ अस्तु अस्तु अन्यत् अन्यस्मिन् वाक्ये त्वं क्रियसे यथा अहं किं तत्र तत्र क्रिये तत्र भगिनि तत्र एतत् कुर्मः तत्र शोभभगिनी तत्र सेवते इति साधारण सेवते आत्मनिपदि धातु तस्य नवरूपाणि एकवारं वदतु तत्र तत्र सेवते सेवते सेवेते सेवन्ते सेवते सेवेथे सेवद्वे सेवे सेवावहे सेवामहे हा इदानीं तत्र क्रियते इति उपयुज्य वदतु तर्हि न महोदय तत्र कन्फ्यूजन् नास्ति अस्तु तत्र तत्र मध्यमपुरुषे एकवचनरूपमेव भवति कर्मपदं त्वम् अस्ति चेत् कर्मपदं त्वम् अस्ति चेत् क्रियते इति भवति. हा सत्यं. त्वं क्रियसे कर्मणि वाक्यं महोदय. तत्र किन्तु कर्तृपदं किमपि अन्यत् भवेत् तृतीयविभक्त्यन्तम् तेन तत्र देवं तत्र देवेन देवेन त्वं क्रियसे देवेन त्वं क्रियसे. अस्तु अस्तु महोदय. तत्र माता लघुबालकं लघुशिशुं दृष्ट्वा चिन्तयति खलु देवेन प्रसादः तत्र एतद् आशीर्वादेन प्राप्तः खलु हा इति चिन्तयित्वा तत्र देवेन त्वं क्रियते इति खलु देवेन क्रियते क्रियसे क्रियसे त्वं क्रियसे भवनी समीचीनं वा आम् इति मन्ये महोदय. देवेन देवेन त्वं क्रिय देवेन क्रि देवे त्वं क्रियसे. अस्तु देवेन त्वं क्रियसे. अस्तु महोदय धन्यवादः. समीचीनं भगिनि. अस्तु बालिकाः वस्त्राणि धरन्ति. बालिकाः बहुवचनमस्ति वस्त्राणि अपि बहुवचनमस्ति. धरन्ति धातु धरन्ति बालिकाभिः बालिकाभिः वस्त्राणि एव भवन्ति धीर्यन्ति धर्यन्ति. पूर्वस्मिन् पुटे आसीत् खलु भगिनि तत्र कोष्टके विशेषरूपाणि तत्र धृ धरति ध्रियते ध्रियते ध्रियन्ते. हा इदानीं पूर्णवाक्यं बालिकाभिः वस्त्राणि ध्रियन्ते ध्रियन्ते इति भवति. समीचीनम्. अस्तु हर्षदा भगिनी अग्रे. एकनिमिषं महोदय वदामि अहम् एकनिमिषम्. वरः कन्यां वृणोति. वरेण कन्या व्रियते. हा इति अस्ति समीचीनं. तत्र किमपि अन्यत् परिवर्तनं न कर्तुं शक्नुमः अतः एकः वरः एका एव कन्या मास्तु परन्तु सामूहिकवराः कन्याः हा तत् कर्तुं समीचीनं भगिनि. हा अस्तु समीचीनम्. अस्तु उषा भगिनी अग्रे. आम् महोदय. सैनिकः नदीं तरति. तर इति धातुः अस्ति इति मन्ये. न न न भवती एव पठितवती तृ धातु. सैनिकः नदीं तरति सैनिकेन नदी तीर्यते. हा इदानीं तत्र अहम् इति स्वीकरोतु कर्तरिप्रयोगे नाम हा कर्तरि अहं नदीं अहं नदीं तरामि. मया नदी तीर्यते. हा समीचीनम्. इदानीं तत्र बहुवचनं तत्र अहं नदी इति स्थाने बहुवचनं नद्यः न महोदय. अहं नद्यः तरति. न तत्र किञ्चित् परिवर्तनम् अपेक्षितमस्ति. तत्र अहम् इति कर्तृपदं तरति इति न भवति खलु. तरामि अहं तरामि किन्तु नदीम् इति नदी नद्यौ नद्यः नदीं कर्मपदं नदीम् अस्ति तत्र हा बहुवचनरूपं स्थापयति तत्र कर्मपदस्य नदीं नद्यः महोदय. पुनः वदतु. नदी नद्यौ नद्यः. हा किन्तु नद्यः समीचीनं भवति खलु. अहं नदीः तरामि. हा इति समीचीनं. हा अहं नदीः तरामि. हा इदानीं तत्र कर्मणि प्रयोगे मया नदी तीर्यते. न इदानीं बहुवचने अस्ति खलु कर्मपदम्. ओ कर्मणि अपि बहुवचने न महोदय. मया नदीः न इदानीं तत्र विभक्तिका कर्मणि प्रयोगे. कर्मणि प्रयोगे प्रथमा विभक्ति महोदय. अतः नदी शब्दस्य प्रथमा विभक्ति नद्यः. मया नद्यः तीर्यते. न भवत्येव नियमं किं नियमः कः इति उक्तवती. तीर्यन्ते. हा समीचीनम्. अस्तु उत्तमं. अस्तु अग्रे नरेशमहोदय. आं महोदय. भक्तः देवं ध्यायति. भक्तेन देवं प्रथमविभक्ति देवः ध्यायते. भक्तेन देवः ध्यायते. हा अस्तु तत्र त्वम् इति स्थापयतु. त्वं देवं ध्यायसि. त्वया देवः ध्यायते. हा अस्तु इदानीं तत्र वयम् इति स्थापयतु. वयं देवं ध्यायामः. अस्मान् न अस्मभिः अस्मै न अस्माभिः अस्माभिः देवः ध्यायते. हा देवः ध्यायते समीचीनम्. अस्तु अग्रे प्रिया भगिनी. भाषणकारः विषयं प्रस्तौति. भाषणकारेण विषयः प्रस्तूयते. प्रस्तूयते अस्तु. इदानीं तत्र विषयम् इति स्थाने बहुवचनं स्थापयतु. विषयाः इति भवति. भाषणकारः विषयान् प्रस्तौति. भाषणकारेण विषयाः प्रस्तूयन्ते. प्रस्तूयन्ते. हा समीचीनं. तत्र प्रायश स्तौति इति तत्र उत्तमपुरुषे किमस्ति इति जानाति वा. स्तौति न परन्तु स्तौमि स्तौमि. तत्र कोऽपि जानाति वा तत्र स्तौति इति प्रायशः स्तु धातुः स्तौमि भवति महोदय. स्तवीमि स्तौमि स्तौमि. अस्तु समीचीनम्. अतः तत्र या भगिनी तत्र अहम् इति उपयुज्य अहं विषयं प्रस्तौमि. अस्तु अहं विषयं प्रस्तौमि. मया विषयः प्रस्तूयते. प्रस्तूयते एव. हा समीचीनम्. परन्तु महोदय विषयं विषयान् न भवति बहुवचने. हा हा सत्यं महोदय. स उक्तवती विषयः कर्तृप्रयोगे. अहं चिन्तयामि विषयान् तत्र अहं विषयम् इति एव उक्तवती खलु. अथवा परन्तु भाषणकारः विषयान् प्रस्तौति. अहं श्रुतवान् भाषणकारः विषयः प्रस्तौति. भाषणकारेण न कर्तृप्रयोगे. विषयान् अस्ति. सत्यं तत् तदेव उक्तवती इति मन्ये महोदय. प्रिया भगिनी पुनः तदेव उक्तवती. तदेव उक्तवती. भाषणकारः विषयान् प्रस्तौति. भाषणकारेण विषयाः प्रस्तूयते. प्रस्तूयन्ते. अहं सम्यक् न श्रुतवान्. प्रिया भगिनी तत्र प्रस्तूयन्ते खलु. आं महामहोदय तदेव उक्तवती. हा हा हा अस्तु अस्तु समीचीनम् अस्तु. शोभा भगिनी अग्रे. वयं गीतानि शृणुमः अस्माभिः गीतानि एव तत्र गीतानि श्रूयन्ते श्रूयन्ते अस्तु समीचीनं. हा तत्र भयम् इति स्थाने भयम् इति भवतु तत्र गीतानि इति स्थाने तत्र त्वं शृणुमः इति तत्र त्वम् इति पदस्य त्वम् इति कर्मपदरूपेण स्वीकरोतु. वयं वयमेव कर्तृपदं वयमेव वा महोदय. कर्मपदं त्वम् इति स्वीकरोतु किन्तु तत्र त्वम् इति तस्य द्वितीयविभक्तं विभक्त्यन्तं रूपं. वयं ओ वयं त्वम् इति वा किन्तु त्वम् इति न भवति त्वम् इति प्रथमविभक्तौ अस्ति. त्वां वयं त्वां शृणुमः वयं त्वां शृणुमः. ओ वयं त्वां शृणुमः अस्तु महोदय. वयं त्वां शृणुमः अस्माभिः त्वं श्रूयसे श्रूयसे. हा समीचीनम् अस्तु सम्यक् वा महोदय. अस्तु अग्रे अपर्णा भगिनी. यूयं सत्कार्यं कुरुथ युष्माभिः सत्कार्यं क्रियते. हा सत्कार्यं क्रियते अस्तु तत्र भयम् इति स्थापयतु. भयं भयं यूयम् इति स्थाने भयं. वयं सत्कार्यं कुर्मः अस्माभिः सत्कार्यं क्रियते. क्रियते इति एव अस्ति समीचीनम् अस्तु अग्रे शुभदा भगिनि. यतिः भगवन्तं स्तौति. यतिः इति हरिवत् भवति खलु महोदय. यतिना भगवान् स्तूयते. हा यतिना भगवान् स्तूयते समीचीनं भगिनि. हा तत्र अन्यत् तत्र हा यति यतिः तत्र इति स्थाने बहुवचनं स्थापयति तत्र किं भवति. यतयः तत्र स्तौति इति तत्र प्रायशः स्तुवन्ति इति मन्ये भगिनि. तत्र स्तुवन्ति यति यतयः भगवन्तं स्तुवन्ति. तत्र यति इत्यस्य यतिभिः यतिभिः भगवान् स्तूयते. हा यतिभिः भगवान् स्तूयते इति एव अस्ति समीचीनम् अस्तु. इदानीम् अग्रे सरामः तर्हि तत्र शुभदा भगिनी भवती एव तत्र अग्रिम अवधेयम् इति अस्ति तत् पठति वा. आं महोदय. अवधेयं यदि धातोः आरम्भे वा दृश्यते तर्हि तस्य उ इति परिवर्तनं भवति. यथा वद इति धातुः अस्ति चेत् वदति उद्यते व तस्य परिवर्तनम् उ इत्यस्मिन् भवति. वच् इति धातुः अस्ति चेत् वक्ति इति तस्य लट् लकारे उच्यते इति भवति कर्मणि रूप कर्मणि प्रयोगे. तत्र व इत्यस्य पुनः उ इत्यस्मिन् परिवर्तनं भवति. वप् इति धातुः अस्ति चेत् वपति उप्यते. वह इति धातुः अस्ति चेत् वहति उह्यते. अन्यत् एक अन्यः एकः बिन्दुः अस्ति आ ह्वे आह्वयति आहूयते दीर्घः भवति. हा तत्र ह्वे इति मूलधातुः आ इति उपसर्गः अतः तत्र आह्वयति तत्र दीर्घ उकारः आहूयते इति भवति. अस्तु समीचीनं सम्प्रसारणं भवति. सत्यं भगिनि. हा अस्तु इदानीं तत्र अग्रे तत्र इदानीम् अभ्यासः अस्ति तत्र वेदा भगिनी आरम्भं करोति वा तत्र अग्रे. आं महोदय. यथोचितेन कर्मणि प्रयोगेण रिक्तस्थानानि पूरयत. अत्र वद् धातु वच् धातु आ योग ह्वे धातु त्रीणि धातोः दृश्यन्ते तत्र शिक्षकेण सह ओ शिक्षकेन सह वद् वद् धातुतः किम् इति उद्यते ओके शिक्षकेन सह उद्यते हा अस्तु इदानीं तत्र कर्तृरूपमपि वदतु तत्र शिक्षकः तं वदति हा इति समीचीनम् अस्तु इदानीं तत्र अग्रे शिक्षकः शिक्षकेन सह उच्यते कर्तृरूपं कर्तृरूपं शिक्षकः तं वक्ति वक्ति हा समीचीनं तं वक्ति शिक्षकेन सह आह्वयते न न आहूयते आहूयते शिक्षकेन आहूयते तत्र शिक्षकः तम् आह्वयति हा शिक्षकः तम् आह्वयति समीचीनं हा अस्तु अग्रे इदानीं तत्र प्रिया भगिनी इदानीं तौ इति तौ वद् इति धातुः उद्येते वच् इति शिक्षकेन तौ उद्येते इदानीं तत्र कर्तृरूपं शिक्षकः तौ वदति वदति शिक्षकः तौ वदति अस्तु समीचीनम् अग्रे शिक्षकेन तौ वच् इति धातुः उच्येते हा शिक्षकः तौ वक्ति वक्ति हा समीचीनं शिक्षकेण तौ आह्वे इति आहूयेते शिक्षकः तौ आहूयति न आह्वयति ओ संस्कृत आह्वयति आह्वयति हा समीचीनम् अस्तु इदानीम् अग्रे हर्षदा भगिनी आम् आं महोदय शिक्षकेण ते उद्यन्ते शिक्षकः तान् वदति शिक्षकेण ते उच्येते उच्यन्ते शिक्षकः तान् वदति भक्ति भक्ति अत्र शिक्षकेण ते आहूयते शिक्षकः आहूयन्ते ते आहूयन्ते आहूयन्ते आहूयन्ते शिक्षकः तान् आह्वयति आह्वयति इति समीचीनं भगिनि हा अस्तु इदानीं तत्र समयः अपि जातः अतः तत्र एषः अभ्यासः तत्र अग्रिमे वर्गे कुर्मः किन्तु तत्र एकः वार्ता अस्ति तां वक्तुम् इच्छामि तत्र अग्रिमे सप्ताहे तत्र वर्गः भवति किन्तु तस्य अनन्तरसप्ताहे तत्र भवति न वा इति न जानामि यतोहि तत्र अग्रिमे सप्ताहे तत्र वयं तत्र भारतदेशं गच्छामः अतः तत्र प्रयाणकारणेन तत्र अग्रिम तस्य अनन्तरसप्ताहे तत्र वर्गः प्रायशः भवति किन्तु निश्चयेन न जानामि किन्तु सूचयामि किन्तु अग्रिमसप्ताहे वर्गः भवति तदनन्तरं तु कापि समस्या नास्ति केवलं तत्र एकसप्ताहस्य मध्ये एव अतः केवलं सूचना अस्तु अस्तु तर्हि तत्र अन्ते तत्र शुभदा भगिनी तत्र शान्तिमन्त्रं वदति वा भगिनी आं महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः धन्यवादः महोदय धन्यवादः महोदय